पद्मपुराणं खण्डं 3 स्वर्गखण्डः अध्यायं 17 नारद उवाच उत्तरे नर्मदाकूले तीर्थं योजनविस्तृतं पत्रेश्वरेति विख्यातं सर्वपापहरं परं तत्र स्नात्वा नरो राजन् दैवतैः सह मोददे पञ्चवर्षसहस्राणि क्रीडदे कामरूपदृक गर्जनं तु ततो गच्छेद्यत्र मेघ उपस्थितः इन्द्रजिन्नाम सम्प्राप्तं तस्य तीर्थप्रभावदः मेघरावं ततो गच्छेद्यत्र मेघाभिगर्जितं मेघनादो गणस्तत्र वरसम्पन्नतां गतः ततो गच्छेद राजेन्द्रब्रह्मावर्तमिति स्मृतं तत्र संनिहितो ब्रह्म नित्यमेव युधिष्ठिर तत्र स्नात्वा दुराजेन्द्रब्रह्मलोके महीयते ततोऽङ्कारेश्वरे तीर्थे नियतो नियमाशनः सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ततो गच्छेद राजेन्द्र कपिलातीर्थमुत्तमं तत्र स्नात्वा नरो राजन् गोप्रधानफलं लभेद काञ्चीतीर्थं ततो गच्छेद्देवर्षिगणसेवितं तत्र स्नात्वा नरो राजन् गोलोकं समवाप्नुयाद ततो गच्छेत्तु राजेन्द्र कुण्डलेश्वरमुत्तमं तत्र संनिहितो रुद्रः तिष्ठदे उमया सह तत्र स्नात्वा दुराजेन्द्र अवध्यस्त्रिदशैरपि पिप्पलेश्वरं ततो गच्छेत् सर्वपापप्रणाशनं तत्र गत्वा दुराजेन्द्र रुद्रलोके महीयते ततो गच्छेत्तु राजेन्द्र विमलं विमलेश्वरं तत्र देवशिखा रम्या ईश्वरेण निपातिता तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ततः पुष्करिणीं गच्छेत्तत्र स्नानं समाचरेद स्नानमात्रे नरस्तत्र इन्द्रस्यार्धासनं लभेद नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिसृता तारयेत् सर्वभूतानि स्थावराणि चराणि च सर्वदेवादिदेवेन ईश्वरेण महात्मना कथिता ऋषिसङ्घेभ्यो ह्यस्माकं च विशेषतः मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी रुद्रदेहाद्विनिष्क्रान्ता लोकानां हितकाम्यया सर्वपापहरा नित्यं सर्वप्राणिनमस्कृता संस्तुता देवगन्धर्वैः अप्सरोभिस्तथैव च नमः पुण्यजले आद्ये नमः सागरगामिनि नमोऽस्तु दे ऋषिगणैः शङ्करदेह निःसृते नमोऽस्तु दे धर्मवृदे वरानने नमोऽस्तु दे देवगणैः वन्दिते नमोऽस्तु दे सर्वपवित्रपावने नमोऽस्तु दे सर्वजगत्सुपूजिते यश्चेदं पठते स्तोत्रं नित्यं शुद्धेन मानवः ब्राह्मणो वेदमाप्नोति क्षत्रियो विजयी भवेद् वैश्यस्तु लभते लाभं शूद्रश्चैव शुभाङ्गतिम् अन्नार्थी लभते ह्यन्नं स्मरणादेव नित्यशः नर्मदां सेव्यते नित्यं स्वयं देवो महेश्वरः तेन पुण्या नदी ज्ञेया ब्रह्महत्याप हारिणी इति श्रीपात्मे महापुराणे स्वर्गखण्डे 17 अध्यायः ओम्।